नमस्कारः. तर्हि यङ्लुगन्तधातूनां तिङ्लकार क्षम्यतां सार्वधातुकलकारेषु तिङन्तरूपाणि इति करपत्रं प्रवर्तमानमस्ति. अस्तु, सरला भगिनी, गतसप्ताहस्य रूपनिर्माणे दोषाः आसन् इति उक्तवती खलु, कृपया जाः यदि यकारान्तधातुः आसीत् तत्र तत् महोदय पुनः कृतवान्. वयं गतसप्ताहस्य पूर्वं यत् सप्ताहः आसीत् केवलं लट् लकारी कृतवन्तः, किन्तु पुनः सम्पूर्ण धातुरूपाणि कृतवन्तः. तत् अहं झटिति वदामि लट् लकारे किम् अस्ति. लट् लकारे सामान्य अत्र यत् सूत्रमस्ति लोपो व्यो वल्ली जाहाय अस्ति, वल्ली परे लोप यकार वकार अतयोः लोपः भवति. तो अति लट् लकारे भवति जाहति, रूपाणि भवति जाहति, जाहयीति, जाह जाहतः, तत्र लोपो व्यो वल्ली अपि हलि च अन्येन न जाहत एव भवति. यत्र जाह जाहसी अस्ति तत्र अपि लोपो व्यो वल्ली अनेन यकारस्य लोपः भवति. जाहसी, जाहयीषि, जाहथ, जाहथ, जाहयीमि, जाहयव, तत्र जाह यकारस्य लोपः भवति. तदनन्तरम् अतो दीर्घो यञ् अनेन आकार अत् धातुः अस्ति, हकार उत्तर अकारस्य दीर्घो भवति. सो जाहाव जाहावः भवति, तथैव जाहामः इति भवति. साधु. तत्र अपि यत्र ज्ञि अस्ति तत्रापि जाहामि अपि भवति. लोट् लकारे तत् भवति जाहतु लोपव्यवली, जाहयितु, जाहतात् वावसानेति जाह वावसाने जाहतात् जलान् चषन्तेति जाहतादिति भवति. तदनन्तरम् अस्ति द्वितीय जाहतां जाहयतु, यत्र जाहयहि अस्ति तत्र लोपो व्यो वली अनेन अकार वली अस्ति तत्र यकारस्य लोपः भवति जाहयहि. तद् वयं कृतवन्तः अतो हे अनेन हि इति लोपः भवति तत्र. सो जाह इति रूपं तिष्ठति. तद् अपि तत्र जाहतात् तत्र जाहतात् जाहतात् जाहतां क्षमतां जाहतं जाहत जाहयामि जाहयाव जाहयाम. यत्र लङि अस्ति अत्र कत्र भिन्नविचारम् आगतं. वयं लोपो व्यो वली अनेन यकारस्य लोपः कृतवन्तः, तकारस्य हल्याङ्गुबुद्धिकातसतीस्य प्रकृत अनेन तकारस्य लोपः भवति. किन्तु किम् अभवत् विचारं, यत्र हल्याङ्गुबुद्धिकातसतीस्य प्रकृत हल् इति अस्ति तत्र तत् अस्ति परसूत्रं, लोपो व्यो वली अस्ति पूर्वं सूत्रं. यदि वयं हल्याङ्गुबुद्धिकातसतीस्य प्रक्त तस्य कार्यं पूर्वं कुर्मः तकारस्य लोपः भवति अजाहय. तदनन्तरं लोपो व्यो वली प्रत्यलोपे प्रत्यलक्षणम् इति कुर्मः अजाह इति रूपं वयं साधितवन्तः, किन्तु तत् साधु नास्ति. वयं न कृतवन्तः. किमर्थम् इत्युक्ते वर्णनिमित्तिकं कार्यं वयं न कुर्मः खलु. तत्र प्रत्यलोपे प्रत्ययलक्षणम् इति वर्णनिमित्तिकं कार्यं न तिष्ठति ननु. या प्रत्यलोपे प्रत्ययलक्षणं तस्य प्रसक्तिः नास्ति कारणकि इति अङ्गकार्यं नास्ति. कृतवन्तः गते सप्ताहे तो लोपो व्यो वली यत् अस्ति तत्र यत् लोपो व्यो वली इति यत् पाणिना सूत्रं लिखितवन्तः यथा इको यणचि अस्ति, इक् इति आदेश अस्ति यस्य आदेश भवति तस्य अत्र लोपो व्योर्वलि इत्यस्य कार्यं न भवति इति एव भवती वदति खलु. नो, लोपो व्योवलि इति सन्धिकार्यम् अस्ति, तत् पूर्वं करणीयम् इति. किमर्थं पूर्वं कुर्मः तत् कार्यं? किमर्थं पूर्वं कारण की तत् लोपो यत् पाणिनीयसूत्रे विधानम् अस्ति, लोपो तस्य इत्युक्ते इति प्रथमं कार्यं करणीयम् इति तस्य आशय अस्ति. यदि लोपो प्रथमम् उक्तम् अस्ति, यदि व्योवली लोप इति भवति तथा पूर्वं न भवति इति न्यास इति किं न्यासपुस्तकम् अस्ति, किं ग्रन्थमस्ति वा तत्र इति दत्तमस्ति. किं दत्तमस्ति न अवगच्छामि, तर्हि पुनः वदति वा? लोपो व्योवलि इति सूत्रं, यदि पाणिनी व्योवलि लोप इति अपि लिखितुं शक्नोति, यथा इको यणचि इति सूत्रं निर्दिष्टम् अस्ति. किन्तु लोपो व्योवलि इति निर्दिष्टम् अस्ति चेत् लोप यत्र भवति तत् कार्यं पूर्वं भवेत् इति तस्य आशयः अस्ति. ओ एवं वा, एवं वा? न्यासग्रन्थः अस्ति तस्मिन् इति उद्देश्यः अस्ति, लोपकार्यं प्रथमं भवेत्. लोपः आदौ अस्ति चेत् तथा भवति वा यदि वयम् इति उक्तवन्तः वर्गे? तर्हि रूपं भवति किं रूपं भवति? तद् रूपं भवति चाह योगत् इदानीं हल्याङ्गीर्घास्तुतिस्य प्रसहल तस्य प्रसक्ति नास्ति, कारण कि जाह हकार उत्तर अकार अस्ति, तो हल् वर्ण न अस्ति, तु हल्याङ्गीर्घास्तुतिस्य प्रसहल् इति तस्य कार्यमेव न भवति, तो अजाहत् इति भवति रूपं. तदनन्तरम् अजाहत् तस्य जलाञ्जशोन्ते इति पदम् अस्ति, तु जलाञ्जशोन्ते अनेन अजाहत् वावसाने अनेन पूर् अजाहत् इति रूपं द्वयम् आगच्छति. न्यास इति ग्रन्थः अस्ति वा भगिनी? अष्टाध्यायी.com मध्ये अपि द्रष्टुं शक्नुमः, न्यास इति वर्तते. महोदय, विद्याभगिनी महोदयं स्मारयतु तत् हल् सन्धिचिन्तनं यदि कृतवन्तः, तत् वयं चिन्तनं कृतवन्तः, किन्तु करपत्रे इति लिखितं नास्ति. तर्हि महोदय करपत्रं नवीकरिष्यति वा? अहं न जानामि. अस्माकं तर्हि महोदय करपत्रे लिखति चेत् वयं स्मरामः. बहु धन्यवादः. नमस्कारः महोदय. भवान् श्रुतवान्? तथैव नूतनं विचारः आगतः. अहं श्रुतवान्. तर्हि अग्रे नूतनं धातूनाम् अत्र है इति धातोः विषये अग्रे द्रष्टव्यं खलु. है इति पूर्व अस्ति वायम् अधुना एव भवती कृतवती. आम्, पूर्व इति अस्तु, धातुद्वयमेव कृतवन्तः. अपि भगिनी द्वितीय द्विवचने सकार यत्र अस्ति तत्र न केवलं लोपो व्योवलि इति अजाः भवति, तदनन्तरं सकारपरे सिपि धातोरु वा तस्य कार्यं भवति. सो रूपाणि त्रीणि आगच्छन्ति तत्र. सिप्पि धातुरु वा एकपक्षे रु आदेश भवति, अन्यपक्षे जकार आदेश भवति. अजाहद् इति भवति, यत्र अजाहद् भवति तत्र पुनः सिप्पि धातुरु वा वदति, सिप्पि परतः सकारान्तपदस्य रु आदेशः इति वदति. अत्र तु हकारान्तपदमस्ति खलु, सकारपरे सिप्पि धातुरु. आम् महोदय, सरलमणि यदा भवती उक्तवती तदेव सम्यक् अस्ति, अहम् अहं चिन्तयामि. सिप्पि धातुरुर्व इत्यस्य अर्थः अत्र प्रतिपदपरे सिप्पि परे सकारान्तपदस्य सकारान्तधातूनां सकारान्तपदस्य धातोः अत्र पदसंज्ञा भवति. अत्र तु लोपः भवति चेदेव तादृशकार्याणि अपि चिन्तयितुमपि शक्नुमः. अत्र तु लोपः अपि न भवति खलु, सकारस्य लोपः न भवति. लोपो व्योर्वलित्येन हकारस्य लोपः भवति, यकारस्य लोपः भवति. तर्हि अजन्तधातुः अस्ति कृत्वा हल्न्याभिदीर्घत् इत्यस्य प्रसक्तिः नास्ति. तर्हि सकारस्य केवलं विसर्गादेशः भवति, ससशुरुः करवस्थानिर्विसर्जनेयः इति कृत्वा किं रूपं भवति, किम् अजाहः इति. अहं सिप्पि धातुरु इति न दृष्टवती, किन्तु अत्र अत्र तु सकारान्तधातूनामेव सिप्पि धातुरु, अस्य धातुः तु तादृश रूपमेव नास्ति खलु. सकारान्तधातूनां विवक्षा नास्ति, वस् धातुः अग्रे आयाति दश इति कथम् अस्ति. अस्तु भगिनि, अस्तु तर्हि अग्रे कुर्मः. अत्र अत्र तुर्विति धातुः करुणा भगिनी वक्तुं शक्यते वा भगिनि? रूपाणि प्रथमं तु यङ्गिगन्तरूपं न भगिनि, अन्यः वदतु. पञ्चनिमिष भगिनि अनन्तरं भवान् क्षम्यतां महोदय. तोतुर् इति धातवः धातुः न न प्रथमं तु तुर्विति धातुः कथं गतो तुर्विति. अस्तु अस्तु महोदय, तुर्विति धातुः इदानीं यङ्गन्तरूपं भवति. हलादि धातो रेखाचो हलादेश समीपकारे इति यङ् इति सूत्रेण यङ् भवति. अनन्तरं यङ्गोचि इति सूत्रेण यङ् लोपो भवति. अनन्तरं तुर् इति एव तिष्ठति. इदानीं सन्यङ्गोः इत्यनेन द्वितं भवति तुरु तुर्व. हलादिशेषः इत्यनेन तु एव तिष्ठति अभ्यासे. तु तुर्व इति रूपम्. इदानीं गुणोयङ् लुक् इति सूत्रेण ओकारस्य ओकारः भवति. तो तुर् इति यङ् लुकन्दरूपम्. इदानीम् एकवचने प्रथमवर्षे एकवचने लट् लकारे तोतुर् योगः ति अस्ति. तकारः हल् वर्णः जल् वर्णः अपि अधः रालोपः अत्र कार्यं करोति. रालोपः इत्यनेन रेपस्य परे चकारः वा अकारः वा अस्ति चेत् लोपं भवति इति, अतः अकारलोपं भूत्वा तोतुर्योगः ति इति. इदानीं पित्वमस्ति ति, अतः गुणो भवति तोतोर्ति इति रूपं भवति महोदय. अनन्तरम् इत्यस्य गुणनिषेधः तोतुर्योग इति. इदानीं वकारः प्रालोपः न कार्यं करोति, लोपोर्वेली अपि न कार्यं करोति. क्षम्यतां महोदय, पुनः आरम्भतः वदति वा? मम वदामि, तोतुर् इति धातु, इदानीं तोतुर् योति अत्र तकारः जल् अस्ति, अतः रालोपः कार्यं करोति अत्र, वकारः लोपः भवति, तोतुर् योति इदानीं पित्वम् अस्ति इति अतः तु स्थाने गुणः भवतः तोतुर् योति तोतोर्ति इति रूपं भवति. सम्यक् नास्ति वा महोदय? न महोदय, एकनिमिषं न किञ्चित् मम भ्रमः जातः. तर्हि राल्लोपः इत्यस्य निमित्तं स्मारयति वा महोदय? निमित्तं क्वीपरे, जलादिपरे, अनुनासिकान्तपरे. राल्लोपः चोः चूडन्नासिक, अनन्तरम् अन्यसूत्रमपि वित्रीणामपि समान ज्वरतर इति सूत्रम् तत् त्रयोः त्रीणां सूत्राणामपि निमित्तं समानमेव. अस्तु महोदय, अतः रूपं राल्लोपः इत्यनेन तत्र वकारस्य लोपः भवति वा? तर्हि रेफान्तदातुः भवति, तर्हि तदा तत्र किं भवति? रेफान्तपरे वकार रेफान्तपरे रेफपूर्वम् अस्ति वकार आम् आम्, तर्हि रेफं पूर्वम् अस्ति इति कृत्वा वकारस्य लोपः भवति. तदनन्तरं कार्यमस्ति वा? उपधायां भवति न पुगन्तलघुपदस्य अनेन पूर्वम् अत्र तु हलीच इति कार्यं भवति खलु? हलीच न भवति इदानीं. हलीच इति भवति तु हलीच प्रबाद्य भवति न साधु तो हलीच इति इकवर्णः भवति दीर्घं. तोतो इति एकवर्णः नास्ति. तोतुर् प्रथमं तु तोतुर् इति धातुः अस्ति खलु? तोतुर्विति तोतुर् प्लस् ति इति अस्ति. तदा तु प्रथमं किं कार्यं भवति? प्रथमं सार्वधातुकार्धातुकी इति भवति वा? अस्तु अस्तु, प्रथमं राल्लोपः भवति. राल्लोपः भवति तदनन्तरं यदा राल्लोपः भवति तदा एव हलिच इति कार्यं न भवति वा इति मम प्रश्नः. तिप् अस्ति ततः अङ्गकार्यं प्रथमं करणीयम् इदानीं. न रा तिष्ठति चेदेव हलिच इति कार्यं करोति. रा लोपो भवति चेत् अनन्तरं वकारः तिष्ठति अपि कार्यं करोति हलिच. सम्यक् अन्ते दातो अन्ते मात्रं न महोदय, मम अत्र प्रश्नः आसीत् राल्लोपः इति कार्यं करोति वा नो चेत् क्षम्यतां हलिच इति कार्यं करोति वा सार्वधातुकार्धातुकयोः इति कार्यं करोति वा इति. अत्र गुणः भवति सार्वधातुकार्धातुकयोः. सूत्रेण गुणः भवति यदा सरलाभगिनी उक्तवती तदेव सम्यक् अस्ति. तोतुर् इदानीं ति तोतोर्ति इति रूपं भुगन्धलघुचेतेन गुणः भूत्वा तोतोर्ति इति रूपम्. अनन्तरम् इति अत्र गुणनिषेधः सूत्रं विस्मृतवान् यन्न नाभ्यचि इति सार्वधातुके इति सूत्रेण गुणनिषेधः. अतः गुणस्य प्रसक्तिः नास्ति अस्ति तत्र प्रसक्तिः एव नास्ति. किं भगिनि सरला भगिनि क्षम्यतां. तोतो तोतुर् यः इति इदानीं राल्लोपः लोपोर्वेलि इति अपि न कार्यं करोति, अतः अत्र उभधायां च इति सूत्रेण रेपापूर्वम् उकारः अस्ति, अत्र दीर्घः भवति ततोरीति इति सूत्रं रूपं ततोरीति सम्यक् वा? ततोरीति अनन्तरं कः अत्र जल् अस्ति तकारः, अतः रालोपः कार्यं करोति, तो मकारः लोपस्य अनन्तरं तोतुर् तकः अस्ति, तोतुर् तः इति रूपं भवति द्विवचने अति लोगतः अत्र हली च कार्यं करोति, गुणं बाधितम् अस्ति. अतः एव दीर्घं भवति तोतुर्थः इति. इदानीं हलि च इत्यनेन सम्यक् वा? तदेव भवानेव उक्तवती. ओके अस्तु, तोतुर्थः इति रूपम्. अनन्तरम् अति अत्र किमपि कार्यं नास्ति, परन्तु उदयांश इति सूत्रं कार्यं कृत्वा उकारस्य दीर्घं भूत्वा तोतुर्वति इति रूपं. सम्यक् वा? तोतुर्वति. अनन्तरं मध्यमपुरुषे शि अस्ति, अत्र गुणः भवति, जल् अपि अस्ति. किं किं सूत्रं भवति महोदय? कुत्र अति बहुवचने प्रथमवचने बहुवचने वा? उभधायां च यदा अल्वर्ण अस्ति तस्य पूर्वं जल्वर्ण अस्ति तस्य पूर्वं रेप अस्ति, तस्य पूर्वं ईकोर्ण अस्ति चेत् तस्य दीर्घः भवति इति. अनन्तरं मध्यमपुरुषस्य अस्ति, जल् अपि अस्ति, अतः अत्रापि रालोपवति कार्यं करोति, अवकारस्य लोपं भूत्वा तोतुर् शी अस्ति. इदानीं हलि हलि अपि अस्ति, पुगन्तलोपदस्य पित्तमस्ति, अतः पुगन्तलोपदस्य चेतन गुणः भूत्वा तोतुर् शि इति. इदानीम् आदेशे प्रत्ययः शत्वं भवति, तोतोषि इति रूपं भवति. अनन्तरम् ईषि अत्र गुणनिषेधः, वकारः अस्ति वकारान्त रे उकारः उपधा नास्ति, अतः गुणबोधलोपस्य न कार्यं करोति. तोतुर् ईषि इदानीम् उपधायां च इति सूत्रं कार्यं कृत्वा तोतुर् चतुर्विशि इति रूपम्. अनन्तरं तः तः अपि जल्लेसि, अतः रालोपकार्यं कृत्वा तोतुर् यः तोतुर्तः इति रूपं तोतुर्. इदानीं हलि च कार्यं करोति तोतुर् ईशि. ईशि तु गुणकार्यम् अस्ति न तोतो आजादिप्रत्ययः न गुणः भवति, नाभ्यस् इति सार्वधातुके इदानीं तोतुर्थः इति द्विवचने, बहुवचने अपि तोतुर्थ. अनन्तरम् उत्तमपुरुषे मि अस्ति, परन्तु जलि नास्ति, अननासिकवर्णः मकारः अस्ति, अतः अत्रापि रालोपः कार्यं करोति, वकारस्य लोपं भूत्वा तोतुर्. अनन्तरं गुणः भवति पुहन्दलोपदशेन तोतोर् तोतोर्मि इति रूपम्. अनन्तरम् ईमि स्थाने किमपि कार्यं न भवति, परन्तु उपधायां च इति सूत्रं सूत्रेण तोतु तोतुर् विमि इति रूपं. वः जलि नास्ति, अतः अत्र अन्यसूत्रम् अत्र कार्यं करोति वा? लोपोर्वलि अस्ति, अतः लोपोर्योर्वलि इति सूत्रेण वकारः लोपो भवति, अतः तुर् वः इदानीं पुनः हलि च हलिच हल् वकर हल् वर्णः वा? आम् आम् आम् हलिच हलिच इति सूत्रेण तोत्तूर् वः इति रूपं महास्ति अनुनासिकवर्णः, अतः रालोपकार्यं करोति, वकारस्य लोपं भूत्वा तोत्तुर् मह इति हलि हलि अपि अस्ति हलि नास्ति, अतः सो तोतुर्मख एव रूपम् आम् हलि अस्ति अतः अत्र एव दीर्घभूत्वा तोतुर्मह इति रूपं धन्यवादः भगिनि. मम तु मम मस्तके किमपि न गतं महोदय, आहत्य भ्रमः अस्ति मम. अस्तु, अग्रिमरूपं सरला भगिनी बोधयति वा? लोट् लकारे. आं भगिनि, तोतुर् धातु अस्ति, तोतुर् लोट् लकार तु अस्ति. इदानीं त्रयसूत्राणि तस्य प्रसक्तिः भवति, वकारान्ते अपि तु इति लोपो व्योवलि इति भवति, किन्तु तस्य कार्यं बाधित न भूत्वा रालोप इति विशिष्टसूत्रम् अस्ति, सो तस्य कार्यं भवति. रालोप वकारान्त या चकारान्तपरे यदि झल् क्वी झलो अनुनासिक अस्ति तु तत्र रेफर् पूर्वम् अस्ति वकारस्य, तस् वकारस्य लोपः भवति. सो अति रालोप अनेन वकारस्य लोपः भवति. सो तोतुर् योग तु भवति, तु इति पित् अस्ति, सो इति पुगन्तलघुपदस्य अनेन गुणं भवति. तत्र तोतोर् योग तु इति भवति, तोतो तु. इदानीं यदि तोतो तु अस्ति तत्र अपि उपधायां दीर्घः अस्ति, अतः हलि च कार्यं न करोति, सो तोतो तु इति भवति. साधु. तदनन्तरं तोतुर्योग ईत् इति अजन्त अस्ति, परे अजन्तप्रत्ययः अस्ति, अतः किं झलि नास्ति, अनुनासिक नास्ति, सो रालोपस्य इति तस्य प्रसक्तिः नास्ति. इदानीम् अपि पूर्वं रेफ् अस्ति उपधायां, तत्र गुणस्य प्रसक्तिः अपि नास्ति. तोतु योग तत्र उपधायां च सन्धिकार्यम् अस्ति, वकारस्य पूर रेफ अस्ति, रेफस्य पूर एक वर्ण उकार अस्ति, तस्य दीर्घत्वं भवति, सो तोतुर्व इति भवति. तदनन्तरं वर्णमेलनं भूत्वा तोतुर्वीतु इति भवति. यत्र तात् अस्ति, पुनः तत्र लोपोव्योवलि इति बाधितं रालोपस्य कार्यं भवति, रालोपस्य कार्यं भूत्वा तोतुर् योग तात् वकारस्य लोपः भवति. इदानीं गुण नास्ति, सो हलि च इत्युक्ते हलि परे, यस्य रेफान्तपरे हल् वर्णः अस्ति, रेफस्य पूर्वम् एक वर्णस्य दीर्घत्वं भवति, सो तोतुर् तोतुर् तात् इति भवति. तात् इति तकार अन्ते अस्ति, सो इदानीं इति पदम् अस्ति, सो वाञ्जसोन्त्यनेन तोतु ताद् वावसाने पुनः तोतु तात् इति रूपं द्वयं भवति. अत्र तां यत्र अस्ति समानकार्यं रालोप हलि च अनेन तोतु तां यदि अतु अस्ति अत्र अपि केवलं सन्धिकार्यम् उपधायां च अनेन तोतुर्वतु इति भवति साधु. इदानीं यत्र मध्यमपुरुषे एकवचने तोतुर्वियोग हि इदानीं वकार झलि नास्ति सुहु झल्भ्यो हेति तस्य कार्यं न भवति. इदानीं रालोपस्य तस्य प्रसक्तिः अस्ति हि हकारवल्य हकार झलि भवति तो अत्र रालोपस्य कार्यं भवति. तो रालोपस्य कार्यं भूत्वा तोतुर्योगहि आगच्छति. तोतुर्योगहि पुनः अत्र हलि च कार्यं करोति. हकार हलि अस्ति तो तोतुर्हि इति भवति. अस्तु. यत्र तात् अस्ति पुनः रालोप हलि च अनेन तोतुर् तात् वा तोतुर् तात् इति भवति. तथैव तम् अस्ति तोतु तं बहुवचने तोतु त इति भवति. आनि आव आम तत्र केवलं वर्णमेलनम् अस्ति. किन्तु यत्र तोतु आनि अस्ति तत्र तत्र रत्वमपि भवति कुब्वाङ्ग्याम् अनेन तोतुर्वाणी तोतुर्वाव तोतु वाम उपधायां च अनेन इति. धन्यवादः भगिनि. अरुणा भगिनी वदति वा भगिनि? लोट् लङ्लकार लङ्लकार नाम भगिनि गृहे पुष्पा भगिनी वक्तुमिच्छति वा? प्रयत्नं करोमि. रागमः आगच्छति. अतोतुर् सरला भगिनी सहायं करोतु भगिनि. मम मणिमहोदय अपि मम तु धैर्यं नास्ति. अतोतुर् अत्र तकारस्य हल्याभ्यो दीर्घात् सदस्य प्रथम हल् इत्यनेन तकारस्य लोपः भवति. परन्तु कार्यम् अस्ति अत्र तो अतो अतो तोर् अस्ति रालोपस्य कार्यं कार्यं करोति. रालोपस्य कार्यं तत्तु अतो अतो अतो तु अस्ति न भगिनि? न अतो तु परन्तु रेफः वकारलोप भवति अतोत्तुर् परन्तु तकारस्य कार्यमन्तु करोति न अतो अतोत्तोर् अस्ति. अत्र रेफः कथं भवति केन कारणाय? तत्तु तकारस्य प्रभावेन पित् अस्ति न पित् अस्ति आम् सूत्रं कार्यं करोति पुगन्तलघुपतस्य. अतो अतो अत्र रेफः विसर्गः आगच्छति. रेफस्थाने विसर्गः आगच्छति. इदानीं तदनन्तरं हल्याङ्गकारस्य लोपः तकारस्य तदनन्तरं तदनन्तरं हल्याप्रयो तो तकारः कार्यं करोति परं परे गच्छति हल्याभ्योदीर्घात् सम्यक्. अतोतोर् यदि भवति तदनन्तरं तकारस्य लोप अतोतोर् इति पदान्ते अस्ति करवसानविसर्जनीयनेन इदानीं विसर्ग आदेशः आगच्छति. परे अत्र तां कोऽपि ताम् ईत् अस्ति तदनन्तरम् ओ ईत् अपि अस्ति तत्र अतो अतो अत्र दीर्घ उपादायम् अतो तु इति सम्यक् रीत् अत्र विकल्पेन कोऽपि अस्ति वा अत्र जलाञ्जशन्ति अतो तकारः आगच्छति जलाञ्जशन्ति ततो अतो दकारः अत्र तामस्ति सम्यक् न तां तां न तां तां ताम् अत्र अपित् अस्ति परन्तु राल्लोपः तस्य कार्यं नास्ति वकारस्य लोपः भवति अतो अतो अतो तु अत्रापि ताम् अतो तुर् ताम् अतो तुर् तां सम्यक् नो हलि च तस्य कार्यं करोति तदनन्तरं हलि अस्ति सो रेफस्य अतो तूर्ताम् अतो तूर्ताम् दीर्घ दीर्घ आगच्छति अतो तूर्ताम् अत्र उः अस्ति न भगिनि या उः अतो तु अतो तूरुः अजादिप्रत्ययः तथैव अतो तूरुः सूत्रं किम् अस्ति अत्र उपादायां दीर्घ दीर्घत्वम् उपादायां च दीर्घत्वम् अतो तूरुः परे सकारः तद् सा अतो अतो तो तो अत्र अतो तो राल्लोपः इत्यनेन वकारः गच्छति लोपः गच्छति लोपः अस्ति सका हल्याभ्यो दीर्घस्तस्य पृक्तं हल् इत्यनेन सकारस्य लोपः भवति अत्र अत्रापि तोतुः तोतु विसर्गः करोस न न विसर्गः वर्तते कथम् आगच्छति पुनः वदतु आरम्भः अतो प्रथमं प्रथमं राल्लोपः सूत्रं राल्लोपः वकारस्य लोपः तदनन्तरम् अतो तुर् अस्ति अतो हल्याभ्यो दीर्घस्य न न न तदनन्तरं पुगङ्क लघुपदस्य अस्ति सकार इति अतोतोर् योगः सकारः अत्र सकारस्य लोपः हल्याभ्यो इत्यनेन परे अत्र रेफः विसर्गाद् कथम् आगच्छति विसर्जनीय तद् सूत्रात् विसर्गः आगच्छति अत्रापि अतोतोः विसर्गः आगच्छति रूपं वदनम् अतोतोः परे तु तम् अस्ति ईहि अस्ति तत्तु अतो अत्र उपधायां च आगच्छति अतो रीहि परे तम् अस्ति अत्रापि राल्लोपः राल्लोपः अतो तुर् अतो तुर् अस्ति अतो तुर् ताम् तम् अतो तुर् तम् एव सम्यक् अतो तुर् तम् अतो तुर्तम् अतो तुर् अतो अतो तूर्तं भवति हलीच रालोप तदनन्तरं हलीच उपधायां च कार्यं करोति हलीच इदानीं हलीच अतो तूर्ताम् अतो तूर्तम् अतो तूर्ता अतो तूर् मी अतो तूर् अत्र मी मी वहामः अत्र राल्लोपः परे मकारः मकारः वकारः ते क्विजल् न क्विजल एकम् अस्ति अत्र क्वीपरे जलाधिपत्ये क्विजलो क्विजलो प्रयत्न तदेव कार्यं करोति कः कुत्र करोति भरत् इदानीम् अतो तु योग मी वकार द्वितीय प्रथमपुरुष द्वितीयवचने वकारस्य लोपः कथं कथं भवति वकारलोपः केन सूत्रेण राल्लोपः न कथं वकार झलि नास्ति न वा झलि नास्ति अत्र अं तु अत्र अतो परन् एकवचने अम् अस्ति न तत्तु अतो तो अतो तत्तु अतो अत्र पित् अस्ति अतो तो रम् किन्तु वकारः अस्ति उपधायस्य उपधायां च अतो तूर् अतो तूरम् अतो तूरं सम्यक् अतो तूर्वम् अतो तूर्वम् ओ वकारस्य लोपः नागच्छति इति वदति वा तूर्वम् अतो तूर्वम् अत्र वकारस्य कोऽपि अस्ति वकारस्य लोपः भवति न अत्र वकारस्य लोपः भवति द्वितीय क्विजलो चेत् निमित्तानि सन्ति क्विजलो अनुनासति जानामि भगिनि लोपो व्योवलि लोपो इदानीं वकारः अस्ति रालोपस्य कार्यं न भवति कारणं कि वकार झलि नास्ति लोपो व्योवलि वकारवलि अस्ति वकारान्त धातु अस्ति वकारस्य लोप अतो तु पुनः हलि च किन्तु वकार हलि अस्ति सो अतो तूर्व इति भवति वकारस्य लोपः परे वो वा अस्ति तत् तथैव अतो तुर्व mm-hmm. मकारः अपि तथैव तो तूर्म न न न मकार भिन्न भिन्न भवति कुत्र मकार तिष्ठति वा न मकार मकार केन कारणे वकारस्य अस्ति अत्र रालोप अस्ति किन्तु रालोपस्य निमित्तं किम् अस्ति तत्र वकारस्य लोपः भवति अनु अतो तूर्म पुनः मा अपि हलि अस्ति सो हलि च अतो तूर्म तूर्म तूर्म तूर्म अतो तूर्म अतो तूर्व अतो तूर्म अस्तु अतो तु अतो तूरम् अतो तूर्व अतो तूर्म अस्तु भगिनि सम्यक् बहु सम्यक् विधिलिङ्ग् विधिलिङ्ग् समापयामः अत्र समापयामः अहं करोमि करोतु भगिनि अत्र बहुसमये स्वरूप् महोदय वदति कार्यं करोति इति न वदामः किं किं कार्यं न करोति इति राल्लोपः हा अत्र राल्लोपः कार्यं करोति न यकार कुत्र अस्ति झलि अस्ति वा झलि झलि न तत्तु झलि रकारः अपि तिष्ठति वकारः अपि अस्ति वकारः रकारः तो तु अतो न तोतुर्व्यात् तदेव कोऽपि न कार्यमस्ति अत्र लोपः कोऽपि लोपः न भवति कार्यमस्ति एकं कार्यमस्ति ओ हलि च उपधायां च उपधायां च ओ तत्तु तोतुर्यात् तोतुर्यात् उपधायां च दीर्घ दीर्घत्वम् आगच्छति तोतुर्यात् तत्र उपधायं च दीर्घत्वम् आगच्छति वा अत्र रकारः वकारः अस्ति रकारः एव उपधायं न वकारः हलि अस्ति तस्य पूर्वं रेफ अस्ति रेफस्य पूर्वं उकार इक्वर्ण तद् सर्व उपयुक्तं तत्तु तोतुर्व्यातां तोतुर्व्युः तोतुर्व्याः तोतुर्व्यातं तोतुर्याथ तोतुर्व्यां तोतुर्व्याव तोतुर्याम अस्तु भगिनि सम्यक् धन्यवादः सरला भगिनी सरला भगिनी तु ओ वर्गे उक्तवन्तः मम चिन्तनं नास्ति वर्गे किम् अभवत् अरुणा भगिनी आगतवती वा गृहं प्राप्तवती वा भगिनि आं भगिनि ददामि मौ त्रिवारं कृतवान् कारणकी बहवः कार्याणि सन्ति पुनः पुनः अन्य प्रथमं सन्ध्या भगिनी उक्तवती तदनन्तरम् अरुणा भगिनी मया तु अग्रे पुनः तर्हि मुद्रणं श्रोतव्यं मयापि मम तु भ्रमः अस्ति भगिनि तत्र पुनः पुष्पभगिनी उक्तवान् इति महोदय पुनः पुनः पृच्छति तत् अपि अतः मनसि आगच्छति भगिनि मौ ददातु प्रथमं धातोर् एकाचो हलादे क्रियासमाभिः यङ् इति सूत्रेण यङ् प्रत्यये विधीयते. तदनन्तरं यङ् उचि इति सूत्रेण यङ् नोभो भवति. सन्यङ्गो इति सूत्रेण दीर्घं भवति. मौ मौ दीर्घा दीर्घो अकित् इति सूत्रेण मकारस्य दीर्घ अकारः दीर्घः भवति. माव् मौ हलिच इति सूत्रेण वकारलोपः. मा मौ इति धातु निष्पन्नं भवति. मामौ युहति. लोहति इति जल् वर्णः अस्ति, पित् अस्ति. लोपो विवलित सूत्रेण वकारलोपः भवति. गुणकार्यं नास्ति, तत्र एकवर्णः नास्ति. मां मामति. सम्यक् भगिनि श्रूयते वा? भगिनि सहायं करोति वा अत्रापि? मामति मामति मामौ. महोदय अत्र ज्वरतर सूत्रं कार्यं करोति अहं चिन्तयामि. अतः मकारस्य उपदा अनन्तरं वकारः अवस्थाने ऊटादेशः. लोपव्यवधि अस्ति, प्रसक्तिः अस्ति, रालोकस्य प्रसक्तिः अस्ति. अपि रालोकस्य प्रसक्तिः नास्ति कारणकवकारस्य पूर्वं रेफ नास्ति. लोपव्यवलि वकारः अस्ति, तस्य परे झलि बलि अस्ति, तकारः तस्य अस्ति. किन्तु छोषूड् अनुनासके च तस्य प्रसक्तिः अस्ति. किन्तु यं युगन्तधातोः कृते तस्य प्रसक्तिः बाधित्वा ज्वर त्वर कार्यं भवति. यङ् युगन्तानां कृते किमर्थं बाधयति? ओ महाभाष्ये इति पूर्वं वयं दृष्टवन्तः साधु भगिनि. शोषरुणा महाभाष्ये इति दत्तमस्ति यत् ऊट भाविन धातवः सन्ति तत्र शोषूरनाशके तस्य कार्यं न भवति. किन्तु ज्वर त्वर स्रव विवाम उपधायांश्च अस्मिन् सूत्रे मव धातु अपि स्रव धातु उक्तमस्ति, तस्य आदेशः भवति तत्र. ज्वर त्वर अनेन सूत्रेण तस्य कार्यं भवति अपवादत्वेन. अपि परसूत्रमस्ति लोपव्योवलि षष्ठम अध्यासे प्रथमपादे अस्ति. एको 6165 शोषूडनासिके च षष्ठमजासे चतुर्थपादे एकोनविंशति ज्वरत्वर इति षष्ठमध्यासे चतुर्थपादे विंशति सूत्रमस्ति. किन्तु वयम् अपवादत्वेन अपि भवितुं शक्नोमि शक्नोति अपि परत्वात् अपि तस्य कारणं भवति. ऊट आदेशः भवति. युगपद् यत्र वकारस्य पूर्व अकारः अस्ति साधु तत्र मां योग ऊट् मामू इति भवति. ठकारस्य इति संज्ञा भवति, सो मामू इति भवति. मामू इति मामू युवति मामूति भगिनि. तदनन्तरं मामू युवति सार्वधातुकं नाटकपुगन्त सार्वधातुक मामोति इति भवति मामव्यवः इति अत्र जल् नास्ति केवलं मामरीति मामरीति मामौ योगः तः अपित् अस्ति जल् अस्ति अत्रापि जरत्वरश्रीव्यवि कथम् उच्चारयामः तत् सूत्रं ज्वरत्वरश्रीव्यवीमवाम् उपादायाश्च अत्र ज्वर त्वर् श्रिव् अव् मव् वर्णमेलनेन ज्वर त्वर श्रिव्यवि मवाम् उपादायाश्च इति सूत्रम् सूत्रेण ऊटागम मम विशेषं धातुना उपधाच्च वकार अन्ययोः मिल् स्थाने ऊटागः भवति तकार इति वर्णः मामु प्लस् इति मामूतः ओ तः मामूतः मामूतः मामू मामौ योगः अति अत्रापि केवलं माम् किं भवति भगिनि केवलं वर्णमेलनमेव मामवति मामवति मामयोगः सि अत्रापि सि जल् प्रत्ययः अस्ति अत्रापि ज्वरत्वरश्रीव्यवि मां उपादाय अस्ति सूत्रेण ऊटागमः भवति मामू योगः अस्ति सि इति पित् अस्ति गुण मामो मामोसि किन्तु अपि अस्ति न आदेशप्रत्ययो अपि भवति आदेशप्रत्ययः ओके मामोषि साधु मामौ योगः ईषि अत्रापि उटागम आगत्वा मामू योगः ईषि नास्ति भगिनि न ईकार अस्ति झलि नास्ति न ओ ओके ओके मामू वीषि मामवीषि मामवीषि उटागमः नास्ति मामवीषि मामवीषि मामव युगः तः अत्रापि झल् अस्ति थकार झल् अस्ति ज्वरत्वरश्रीव्यवि मावाम् उपधाय सूत्रेण ऊटागमः आगच्छति मामू युगः तः तः अपि अस्ति गुणकार्यं नास्ति मामोथः मामोथ मामा प्रथमे मामूथः एव मामौ योगः मि अत्रापि अन्नासिकवर्णमकारः अस्ति तत् ज्वरत्वरश्री श्रुव् इति सूत्रेण उटागम मामू योगः मि मामूयोगमि सार्वधातुकार्थदातुकेन गुण मामो मामोमि इमि अत्र ई जल् नास्ति केवलं वर्णमे मामू वः जल् नास्ति. व्योपो विरवलेन वकार लोपः भवति भगिनि. आमां वकारलोपः मामवः. किन्तु अत्र अतो दीर्घो ञै अपि क्षम्यतां भगिनि. अतो दीर्घो यैत्रेण मामावः मामावः माम योगः मह. अत्र अन्नासिकवर्णः अस्ति. ज्वरद्वर इति कार्यं करोति भगिनि. ऊटाकम् आगच्छति. मामु योगः मह मामूमः न या मामूमः. अत्र अतो दीर्घने तस्य प्रसक्तिः नास्ति. कारणमस्ति पूर्वमे अस्तु नास्ति. मामूमः धन्यवादः. धन्यवादः भगिनि. मणिमहोदय वक्तुम् इच्छति वा? अस्तु महोदय. लोट्लकारे मामौ तु अत्र जल् अस्ति, अतः ज्वरज्वर स्रवि मवां बदायां चेति सूत्रेण उड्डादेशः मामौ तु. अनन्तरं सर्वात्कारदर्क इति सूत्रेण गुणः भवति मामौ तु इति रूपम्. अनन्तरम् एत् इतु अत्र किमपि कार्यं नास्ति, अतः मामवीत् इतु इति. अनन्तरं तात् स्थाने अत्र जल् अस्ति, अतः अत्रापि ज्वरत्वर स्रवि मवां उपदायं च इति सूत्रेण ऊटादेशः मामूतात् इति रूपम्. तामेव तदैव मामूतामेव. अनन्तरम् अतु स्थाने किमपि न कार्यं करोति मेलनमेव. मामवतु इति. अनन्तरं हि स्थाने मामौ वकारः जल् नास्ति, हू अपि नास्ति, अतः रुचिर्भवति न कार्यं करोति. हि जल् अपि अस्ति अहं चिन्तयामि महोदय. जल् अस्ति, अतः ज्वरत्वरस्राव अभिमवाम उपदां च इति सूत्रं कार्यं करोति. मामूहि इति तदेव. तात् स्थाने अपि मामूतात् मामूतं मामूत इति रूपाणि भवन्ति. अनन्तरम् आणि आणि किमपि कार्यं न करोति. मामवाणि मामवाव मामवाव माम इति रूपाणि भवन्ति. सम्यक् वा? चिन्तयामि. अत्र सरलमणि किमपि कार्यं करोतु अल्ल? लटि कृतवन्तः, किन्तु अहं चिन्तयामि साधु अस्ति. मम चिन्तनम् इति अस्ति. न श्रुतवान् भगिनि. वर्गे केवलं लट् लकारपर्यन्तं कृतवन्तः. यद् भवान् उक्तवान् लोट् लकारे रूपाणि, तत् मया चिन्तनम् अस्ति इति साधु अस्ति मम चिन्तनं. किमपि रूपं न भवति चेत् कृपया वदतु, नास्ति चेत् तदेव सम्यक् इति. अहमपि अन्यकार्यं नास्ति, केवलं वर्णमेलनमेव इति मन्ये. अधुना अग्रे लङ्घकरे भवान् सर्वभगिनि भवान् वदतु महोदय. करपत्रम् अस्ति तत्र दत्तमस्ति, परन्तु तत्र केवलं मामु इति लट्लकारस्य केवलं सन्ति कार्याणि. करपत्रे अस्ति वा हल्सन्धिपाठे धातुपाठे नवम धातुपाठे हल्सन्धि द्वितीय तत्र अस्ति. आम् अत्र सूत्रं रालोपः इति अनन्तरं ऊटादेश इति अत्र दत्तं. किं किं भगिनि वदति हल्सन् धातुपाठे हल्सन्धि यत्र यकार तत्र यकारान्त वकारान्त यत्र धातुः अस्ति तत्र दत्तम् अस्ति. मामव द्वयो वकारान्तो हल्सन्धि वकारलोप इति ज्वरत्वर तत्र दत्तमस्ति. मामोति मामोतः बिल्लट्लकारस्य केवलं दत्तं भगिनि. के करपत्रमत्र पेज् 22 अत्र अतः वकारान्तधातोः हल्सन्धेः उदाहरणं लभ्यते, किन्तु केवलं वकाराधिप्रत्ययपरे सकाराधिप्रत्ययपरे उद्भावो भवति. स च उद्भावः अङ्गकार्यं न तु सन्धिकार्यं. ततः आनि आवा आम अत्र केवलं वर्णमेलनमेव. भव्या भगिनी करोति न भगिनि अहं न करोमि अवश्य भगिनी कर्तुम् इच्छति वा भगिनि? पाठयतु भगिनि सरला भगिनि. अहं प्रयत्नं करोमि. अहं अडागम भवति अमाम इति भवति अमामो योगस्य चकार. अत्र अपि अहं चिन्तयामि चकार झलि अस्ति रालोपस्य प्रसक्तिः नास्ति कारण कि रेफ अकारस्य पूर्वं नास्ति. लोपोपयोगादि प्रसक्तिः अस्ति किन्तु तद् बाधित्वा शोशूनसिक तद् बाधित्वा अपि ज्वर स्वर स्वर इति सूत्रेण ऊट् आगमः भवति. सो अमामू इति ठकारस्य संज्ञा भवति. अमामू योग तकार भवति. इदानीं सारधातुक अर्धधातुकयो अनेन अमामो भवति. तकारस्य अहं चिन्तयामि लोपनं भवति कारणं कि इदानीम् अमामो यत् अस्ति तत्र अन्ते हङ्गो न नास्ति. तकारस्य हल्याङ्गो जीतात् इति सूत्रेण कार्यं न भवति साधु. अमामो इति यदि भवति तत्र साधु अस्ति वा न अहं न जानामि. इति यथा तोतुर्योग इति आसीत् तत् आधारेण अहम् इति चिन्तितवती. साधु अस्ति वा न अहं न जानामि. भवत्या मणिमहोदय भवतः चिन्तनं किं भवति तत्र? किम् उक्तवती मामु? मामु अस्ति तत्र चकारस्य सिप् अस्ति तत्र तस्य कृते सार्वधातुक अर्धकयो अनेन ऊकारस्य ओकार भवति. अमामो भवति. यदि अमामो भवति तत्र इदानीं चकार प्रक्षहल् अनेन प्रकारस्य लोप न भवति कारणं कि तस्य पूर्वं हल् वर्णः नास्ति. यत् मामो इति जन्तम् अङ्गं भवति अमामो इत्युक्ते मामोत् इति अमामोत् इति अमामोत् भवति. तद् जलाञ्जशन्ति अमामोद् वावसाने अमामोत् इति भवति. यत्र ईत् अस्ति तत्र केवलं वर्णं मिलनं भवति, माम वीत् तत्र प्रसक्तिः नास्ति, स्वरस्वरणेन कारणति झलि नास्ति, अपि अनुनासिक नास्ति, अमामवीत् इति भवति. यत्र ताम् अस्ति पुनः ज्वरस्वरणेन चकार झलि अस्ति, सो अत्र पुनः ऊट् आगमः भवति अस्थाने, सो अमामो योग ताम् अमामो गुणबाधितं, सो अमामो ताम् इति भवति. यत्र उः अस्ति तत्र केवलं वर्णमिलनं भवति, अमामहुः अत्र सकार अस्ति यथा पूर्वं दृष्टवन्तः ज्वरत्वरनेन अमामु, तदनन्तरं सार्वधातुक धातुकयोनेन अमामो अमामो योग सकार अमामोस् इति भवति. तदनन्तरं सस्यचिशोरु आदेशप्रत्ययो नास्ति नास्ति भगिनि, क्षम्यतां, अमामोरु पि तदनन्तरं खरवसान विसर्जने अमामोः इति भवेत्. सम्यक् इति मन्ये भगिनि. यत्र इ अस्ति तत्र सर्वम् अमामवीः तम् अस्ति तत्र पुनः ज्वरत्वरणेन ऊट् आगम, सो अमामूतं तकार यत् अस्ति बहुवचने अमामूत, तत्र अम् अस्ति तत्र अपि केवलं वर्णमेलनं भवति, अनुनासिक नास्ति, झलि नास्ति, केवलं वर्णमेलनं भवति. अमामवम् तत्र अहं यत्र अस्ति भगिनी तत्र गुणकार्यं भवति वा न पर ऊट् नास्ति इदानीं तत्र केवलं वर्णं भवति अमामवम् तत्र व अस्ति तत्र कार्यं किं भवति अमाम योग व तत्र लोपो व्योवलि अहं चिन्तयामि कार्यं करोति, न तु ज्वरत्वर कारणकि वकारझलि नास्ति, सो तत्र लोपो व्योवलि आगच्छति, लोपो व्योवलि अनेन वकारस्य लोपः भवेत्. अमाम योगवत् इदानीं हलि च कार्यं करोति वा न भगिनी किं किं वकारस्य लोपः भवति अमाम इति आगच्छति. अतो दीर्घणि अमामाव अमामाव तथैव यत्र म अस्ति तत्र ज्वरत्वरणेन कार्यं भवति अमामु भवति अमामु योग म इदानीम् अतो दीर्घणि तस्य कार्यं न भवति कारणं पूर्वमेवी ऊकारः अस्ति तत्र, सो तत्र भवति अमामु गुणबाधितं भवति तत्र अमामु अग्रे वर्गे पश्यामः अस्माकं चिन्तनं सम्यक् अस्ति वा न. विद्या भगिनी विल् मन् से समथिङ्ग् डिफरेण्ट्. यात् यातां तत्र केवलं कुर्वन्ति इति मम तु आश्चर्यमस्ति, अहं तु सर्वं विस्मृतवती. अहं मुद्रणस्य स्थगनं करोमि, तदनन्तरं कार्यं वक्ष्यामि.